नमस्ते. अद्य अदादिगणे अजन्तदातवः इति पाठः अनुवर्तते. वयं गतसप्ताहे वयं दृष्टवन्तः शीन् इति धातु दृष्टवन्तः. तर्हि तत्र शीन् स्वप्ने इति धातुः ई इति परिच्छेदः. तत्र तत्र सार्वधातुक अत्र यत्र पित् परे अस्ति किति परे अपिति परे उभयत्र अपि सार्वधातुके क्षम्यतां शीनः सार्वधातुके गुणः इत्यनेन गुणकार्यं भवति. तर्हि तस्य विषये अत्र अग्रे महोदयस्य प्रश्नोत्तरमस्ति. तर्हि भगिनी रामप्रिया भगिनी पठति वा? आम्, प्रश्नः प्रथमम्. अपित्सु प्रत्ययेषु सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः आदिश्यते, तदा नितीच इत्यनेन गुणनिषेधः. तदा शीङ्गः सार्वधातुके गुणः इत्यनेन पुनः गुणः. अत्र निति च शीङ्गः सार्वधातुके गुणः इत्यनयोः कः सम्बन्धः? निति च इति प्रबाद्य शीङ्गः सार्वधातुके गुणः इत्यनेन गुणो वा इति चेत् शीङ्गः सार्वधातुके गुणः निति च इत्यस्य अपवादः इति वा? शीङ्गः विषये अत्र अस्ति. तत्तु अपित्सु प्रत्ययेषु अपि सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुण प्रथमं गुणम् आदिश्यते, अनन्तरमेव निति च इति सूत्रेण गुणनिषेधः भवति. तदा शीङ्गः सार्वधातुके गुणः इति सूत्रेण पुनः गुणः भवति. अत्र निति च शीङ्गः सार्वधातुके गुणः अनयोः सूत्रयोः किं कः सम्बन्धः इति निति च प्रबाद्य सार्वधातुके शिङ्गः सार्वधातुके गुणः सूत्रं गुणं गुणः भवति वा इति. शिङ्गः सार्वधातुके निति च इति सूत्रस्य अपवादः वा इति वा इति प्रश्नः उदेति पूर्वस्मिन् कक्षायाम्. अत्र उत्तरमपि पठामि वा भगिनि? तर्हि प्रश्नः आगतः आसीत् यत् निति च इति प्रबाद्य शीङ्गः सार्वधातुके गुणः इत्यनेन गुणौ वा इति चेत् शीङ्गः सार्वधातुके गुणः निति च इत्यस्य अपवादः इति वा? अत्र त्रयाणां सूत्राणां निमित्तं किमिति ज्ञातव्यम्. सार्वधातुक आर्धधातुकयोः इत्यनेन इगन्त अङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे. सार्वधातुकम् अपित् इत्यनेन अपित् सार्वधातुकं नित्वत् अस्ति. निति च इत्यनेन यः प्रत्ययं कित् नित् कित् गित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः गुणः वृद्धिः न भवति. शीङ्गः सार्वधातुके गुणः इत्यनेन शीङ् धातोः गुणः भवति सार्वधातुकप्रत्यये परे. सार्वधातुक आर्धधातुकयोः इत्यनेन इग् लक्षणगुणः क्रियते, निति च इत्यनेन इग् लक्षणगुणः निषिध्यते, पुनः शीङ्गः सार्वधातुके गुणः इत्यनेन इग् लक्षणगुणः क्रियते. त्रिषु अपि इको गुणवृद्धि इत्यनेन परिभाषासूत्रेण इकः स्थानी भवति, अत्र स्थानी न उक्तम्. अत्र प्रश्नस्य उत्तरं त्रयाणां सूत्राणां निमित्तं प्रथमं ज्ञातव्यं. सार्वधातुक आर्धधातुकयोः इति सूत्रस्य निमित्तम् अस्ति इगन्ताङ्गस्य इकः गुणः भवति यदा सार्वधातुक आर्धधातुकप्रत्ययः परः अस्ति चेत्. सार्वधातुकम् अपित् सार्वधातुकं नित्वत् अस्ति इति तस्य निमित्तं. निति च यः प्रत्यये कित्वा नित्वा नित्वा अस्ति, तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणेन इकः स्थाने गुणः वा वृद्धिः वा न भवति इति. शीङ्गः सार्वधातुके गुणः तस्य निमित्तमस्ति शीङ् धातोः विषये, शीङ्गधातोः गुणः भवति सार्वधातुकप्रत्यये परे इति. प्रथमं सार्वधातुक अर्धधातुकयोः इक्लक्षणगुणः क्रियते, ङिति च तद्गुणं गुणः निषिध्यते, पुनः शिङ्गः सार्वधातुके तद् गुणं गुणः क्रियते इति त्रयाणां सूत्राणां निमित्तं त्रिषु अपि इको गुणवृत्ति इति परिभाषा सूत्रस्य सहायेन इकः स्थानी भवति, अत्र स्थानी न उक्तम् इति अस्ति. अस्तु भगिनि महोदय, भगिनी वस्तुतः शिङ्गः सार्वधातुके गुणः कुत्रापि स्वतन्त्रतया कार्यं न करोति. कुत्रचित् गुणं प्रबाध्य, कुत्रचित् गुणनिषेधं प्रबाध्य च स्वकार्यं करोति. अत्र इदानीम् अत्र इको गुणवृद्धि इत्यस्य परिभाषासूत्रेण एव अत्र इकः स्थाने किमपि कार्यं भवति इति दत्तमस्ति. अनन्तरम् अत्र शिङ्गः सार्वधातुके गुणः इति सूत्रं स्वतन्त्रतया कुत्रापि कार्यं न करोति. अत्र कुत्रचित् तत् सूत्रं नितिच इत्यस्य कारणेन गुणनिषेधं भवति, तदर्थं तदागच्छति. कुत्रचित् सार्वधातुकार्धधातुकयोः इति यत्र गुणं भवति, गुणः भवति, तं प्रबाध्य शिङ्गः सार्वधातुके गुणः इत्यस्य कार्यं भवति इति. परन्तु स्वयं कुत्रापि कार्यं कर्तुं न आगच्छति इति. अत्र दृष्टान्ते शियोगः लट् शियोगः ते सार्वधातुकार्धधातुकयोः इत्यनेन गुणः. अनन्तरं किनिति च इत्यनेन गुणनिषेधः. अनन्तरं शिङ्गः सार्वधातुके गुणः इत्यनेन गुणः. शियोगः लोट् योगः, शियोगः लोट्, इदानीं शियोगः ऐ. अत्र ऐ इति अजादि पित् अस्ति. इदानीम् अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः. अनन्तरं तं प्रबाध्य शिङ्गः सार्वधातुके गुणः इत्यनेन गुणः भवति. अत्र अपवादस्य विषयः वा इति प्रश्नः. किन्निति च शिङ्गः सार्वधातुके गुणः इत्यनयोः एकत्र प्राप्तिः नास्ति, तर्हि अपवादः कथं वा स्यात्? अत्र इदानीं नूतनप्रश्नः अस्ति. शिङ्गः सार्वधातुके गुणः इति किन्निति च इत्यस्य अपवादसूत्रं वा इति प्रश्नः. अत्र समाधानम् उत्तरमस्ति, क्निति च शिङ्गः सार्वधातुके गुणः द्वयोः सूत्रयोः एकत्र प्राप्तिः नास्ति. अतः कथं क्निति च इति अपवादसूत्र शिङ्गः सार्वधातुके गुणः इति अपवादसूत्रं भवति इति प्रश्नः. अग्रे पठामि वा भगिनि? निरवकाशो विधिरपवादः इति अपवादस्य लक्षणं. विप्रतिषेधे परं कार्यम् इत्यस्य कृते द्वयोः सूत्रयोः तुल्यबलविरोधः अपेक्षते. तुल्यबलविरोध इत्यर्थम् एकत्र प्राप्तिः अपेक्षते. अन्यत्र अन्यत्र लब्धावकाशयोरेकत्र प्राप्तिस्तुल्यबलविरोधः. एकत्र प्राप्तिः अपेक्षते परशास्त्रे, नित्यशास्त्रे, अन्तरङ्गशास्त्रे च. किन्तु अपवादशास्त्रे निरवकाशो विधिरपवादः इति लक्षणम्. अत्र साक्षात् एकत्र प्राप्तिः भवेत् इति न उक्तम्. सामान्यतया द्वयोः सूत्रयोः एकत्र प्राप्तिः अस्ति, द्वयोः मध्ये च एकस्य अन्यत्र लब्धावकाशो नास्ति इति स्थितौ अपवादः इति वदामः. अत्र केचन वैयाकरणाः वदन्ति यत् एकत्र प्राप्तिः भिन्नविषये अपि कुत्रचित् अपवादः स्वीक्रियते. मातृभिरुच्यते किन्तु यत् वस्तुतः अपवादविषये कुत्रापि एकत्र प्राप्तिः नास्ति एव. इदानीम् अत्र प्रश्नः अस्ति, अत्र शिङ्गः सार्वधातुके गुणः इति क्नितिच इत्यस्य अपवादसूत्रं वा इति. इदानीम् अत्र पूर्णतया समाधानं नास्ति, किञ्चित् अत्र भिन्नरीत्या अत्र अपवादस्य विषये किञ्चित् दत्तमस्ति. अपवादः इत्युक्ते किम्, अत्र अपवादस्य लक्षणं किम् इति. यत्र निरवकाशत्वेन विधिः भवति तदेव अपवादः इति. विप्रतिषेधे परं कार्यम् इति यदा वयं द्रक्ष्यामः, अत्र सूत्रद्वयं द्वयोः मध्ये तुल्यबलविरोधः अस्ति इत्युक्ते द्वयोः सूत्रयोः एकत्र प्राप्तिः भवति, अनन्तरं द्वयोः सूत्रयोः अन्यत्र लब्धावकाशः अपि अस्ति. तस्मिन् सन्दर्भे अत्र परशास्त्रस्य विषय आगच्छति. तथा एव नित्यशास्त्र अन्तरङ्गशास्त्रे अपि सूत्रद्वयस्य प्रसक्तिः अपि च द्वयोः सूत्रयोः एकत्र प्राप्तिः इति भवति. परन्तु यदा वयम् अपवादशास्त्रविषये चर्चयिष्यामः, अत्र तस्य लक्षणमस्ति निरवकाशत्वेन यः विधिः भवति तदेव अपवादः इति. अत्र एकत्र प्राप्तिः भवेत् इति साक्षात् न उक्तं, परन्तु सामान्यतया वयं तथा एव चिन्तयिष्यामः. इत्युक्ते अत्र एकत्र द्वयोः सूत्रयोः एकत्र प्राप्तिः अस्ति, द्वयोः मध्ये च एकस्य अन्यत्र लब्धावकाशः न भवति, अतः अपवादः इति वयं वदामः. परन्तु अत्र केचन वैयाकरणः अपि च मातृभिः चिन्तयन्ति यत् यद्यपि एकत्र प्राप्तिः न भवति तस्मिन् सन्दर्भे अपि अपवादः इति स्वीकर्तुं शक्नुमः इति. अनेके जनाः न सन्ति. यदा आद्गुणः विधिवेचि कृष्णयोगः एकत्रम्, अत्र आद्गुणः भवति अचि परे, वृत्तिरेचि भवति एचि परे, एकत्र प्राप्तिः अस्ति किम्? मातृभिः उच्यते यत् अचि परे इत्यनेन सर्वक्षेत्रं स्वीकृतम्, अतः आद्गुणः इत्यस्य एव प्राप्तिः. तदनन्तरमेव आद्गुणः इत्यस्य प्राप्तेः कारणतः वृद्धिरेचि इत्यस्य निरवकाशत्वम्. अस्य निरवकाशत्वस्य बलेन आद्गुणः इति शास्त्रं प्रबाद्य वृद्धिरेचि प्राप्नोति. अत्र एकम् उदाहरणम् अस्ति, कृष्णयोगः एकत्रम् इति सूत्रद्वयम् आद्गुणः वृद्धिरेचि. आद्गुणः अस्य निमित्तम् अस्ति अचि परे, वृद्धिरेचि निमित्तम् अस्ति एचि परे. अत्र एकत्र प्राप्तिः अस्ति वा न वा इत्युक्ते, मातृभिः उच्यते यत् अचि परे इत्यनेन सर्वक्षेत्रं, बृहत् क्षेत्रं, सर्वक्षेत्रं, सर्वाणि अक्षराणि स्वीकरणीयं, स्वरः, क्षम्यतां, स्वराः स्वीकरणीयम्, अतः आद्गुणः इत्यस्य एव प्राप्तिः. अनन्तरं यदा आद्गुणः अत्र कार्यं करोति चेत् वृद्धिरेचि निरवकाशं भविष्यति. अतः निरवकाशत्वस्य बलेन आद्गुणः प्रभाद्य वृद्धिरेचि अत्र कार्यं करोति. यत्र कृष्णयोगः एकत्र अस्ति तत्र वृद्धिरेचि सूत्रं कार्यं करोति इति. एवमेव प्रकृतौ शीयोगः लोट् अत्र शीयोगः ऐ इति स्थितौ सार्वधातुक आर्धधातुकयोः इति औत्सर्गिक शास्त्रं प्रथमतया आयाति. शीयोगः लट् शीयोगः ते इति स्थितामपि तदा. किन्तु उभयत्र शीन् सार्वधातुके गुणः इत्यस्य प्राप्तिः न भवति चेत् सूत्रस्य निरवकाशत्वं स्यात् इति कृत्वा अपवादशास्त्रम्. अपवादत्वात् शीन् सार्वधातुके गुणः इत्यस्य प्राप्तिः उभयत्र. अन्यश्च यत्र विधिः भवति तदा निषेधो भवति, तदा पुनः विधिः इत्यस्य नामकरणं प्रतिप्रसवः इति उच्यते. अनेन निति च इति सूत्रस्य अर्थसङ्कोचः अपि वक्तुं शक्यते. ङिति प्रत्यये परे तत्पूर्वस्य एकः गुणः वृद्धिः न निषिद्धः शिङ्गसार्वधातुके गुणः इत्यस्य स्थलं वर्जयित्वा. अत्र समानरीत्या यदा आद्गुणः वृद्धिरेचि विषये दृष्टवन्तः, समानरीत्या अत्र अपि शीधातुः योगः लोट् अत्र शीयोगः ऐ इति स्थितिः अस्ति चेत् प्रथमं सार्वधातुक आर्धधातुकयोः इति सामान्यसूत्रम् आगत्य कार्यं करोति. अनन्तरं शीयोगः लट् इति स्थाने अपि तदा एव शीयोगः ते प्रथमं सार्वधातुक आर्धधातुकयोः आगत्य कार्यं तस्य प्रसक्तिः प्रथमम् अस्ति. किन्तु उभयत्र शिङ्गः सार्वधातुके गुणः इत्यस्य प्राप्तिः यदा न भवति चेत् तत्सूत्रं निरवकाशं भवति. अतः तत् कारणेन अपवादशास्त्रम् इति स्वीकरणीयम्. अपवादत्वात् शिङ्गः सार्वधातुके गुणः इत्यस्य प्राप्तिः उभयत्र यदा शीयोगः ऐ वा शीयोगः ते वा इति इति प्रसङ्गे शृङ्गः सार्वधातुके गुणः इति सूत्रं स्वीकरणीयम्. अन्यश्च प्रतिप्रसवः इति विषये अस्ति. प्रथमं यत्र विधिः भवति तस्य निषेधः भवति, अनन्तरं पुनः विधिः भवति चेत् तस्य नाम प्रतिप्रसवः इति. निति च इति सूत्रस्य अर्थसङ्कोचः अपि वक्तुं शक्यते. प्रथमं तद् किति प्रत्यये परे इकः गुणः वा वृद्धिः वा निषिद्धः भवति. अनन्तरं शिङ्गः सार्वधातुके गुणः इति सूत्रेण गुणः भवति. स्थलं वर्जयित्वा इत्युक्ते किं भगिनि? इत्युक्ते अन्यत्र सर्वत्र नितिश इत्यस्य अवकाशः अस्ति, एक एव स्थले नास्ति तस्य कार्यं. शिङ्गः सार्वधातुके इति स्थलम् एव वर्जयित्वा अन्यत्र सर्वत्र तस्य सूत्रस्य बलम् अप्रसङ्गं भवति इति सारांशः. शिङ्गः विषये एव तस्य बलं नितिश इत्यस्य तत्र कार्यं नास्ति इति. अन्यत्र सर्वत्र अस्ति निति चेत् यत्र कार्यम् एवं तत् स्थलम् एवम् एव वर्जयित्वा अन्यत्र सर्वत्र अस्ति विहाय. इत्युक्ते यत्र यत्र वयम् अपवादः इति वदामः, अस्माकं चिन्तनं पूर्वमासीत्, उदाहरणं महोदयेन दत्तमासीत् आद्गुणः वृत्तिरेचि इति एव उदाहरणमासीत्, तर्हि तस्य दृष्ट्या वयं पश्यामः चेत् एकत्र प्राप्तिः अस्ति. तर्हि वयं चिन्तयामः एकं बृहत् क्षेत्रम् अन्यत् न्यूनं क्षेत्रं, तत्र एव न्यूनं क्षेत्रं, तर्हि अपवादः. अत्र न्यूनं क्षेत्रं यत्र क्षेत्रं यस्य सूत्रस्य, यदि तत् सूत्रं न कार्यं करोति चेत् निरवकाशं भविष्यति, अतः अपवादः इति चिन्तयामः. किन्तु अत्र गत्वा अत्र नूतन अस्माकम् अचिन्तनं भवति यत्र शिङ्गः सार्वधातुके सार्वधातुकार्धातुकयोः नीति च शिङ्गः सार्वधातुके गुणः इति यत्र सूत्रत्रयस्य चिन्तनं भवति, तत्र अस्माभिः ज्ञायते यत् बृहत्क्षेत्रं न्यूनं क्षेत्रम् इति नास्ति. यत्र यत्र निरवकाशं भविष्यति एकं सूत्रं, तर्हि तत्र सत्यमेव सार्वधातुकाद्वयो बृहत् अस्ति, किन्तु एक समानस्थले न कार्यं करोति खलु. तथापि निरवकाशः भवति इत्यस्मात् अपवादकार्यम् अपवादसूत्रमिति वक्तुं शक्नुमस्ति. किञ्चित् चिन्तनभेदः वर्तते, अवगमनभेदः तावदेव. अत्र किमपि मया न वक्तव्यं खलु, अहमपि नूतन परिचयं महोदय योजितवान्. अत्र सूत्रं पठामि वा भगिनि, नो चेत् अग्रे गमिष्यामः. अत्र महाभाष्यवाक्यम् आद्गुणः अवर्णात् अचिपरे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः स्यात्. अनुवृत्तिसहितसूत्रम् आत् अचि पूर्वपरयोः एकः गुणः संहितायाम्. अत्र आद्गुणः इति सूत्रस्य विवरणमस्ति. आद्गुणः इत्युक्ते अवर्णात् प्रथमम् अवर्ण आत् अकारः वा आकारः वा भवेत्, अनन्तरम् अच् वर्णः भवेत्. यथा तयोः तयोः संहितायां विषये अत्र पूर्वपरयोः स्थाने एकः गुणसंज्ञकः आदेशः भवति इति. अत्र आद्गुणः इति यद्यपि आत् अचि पूर्वपरयोः दत्तमस्ति, अत्र आत् इकि परे एव तस्य कार्यं भवति इति. अनन्तरं वृद्धिरेचि अवर्णात् एचि परे पूर्वपरयोः स्थाने वृद्धिसंज्ञक एकादेशः स्यात्. अनुवृत्तिसहितसूत्रम् आत् एचि पूर्वपरयोः एकः वृद्धिः संहितायां. पुनः अत्र प्रथमम् अकारः वा आकारः वा भवेत्, अनन्तरम् एच् प्रत्याहारस्य वर्णः भवेत्. तस्मिन् सन्दर्भे संहितायां विषये पूर्वपरयोः स्थाने वृद्धिसंज्ञकः एकादेशः भवति इति. अनन्तरं महाभाष्यवाक्यमस्ति, अन्यत्र अन्यत्र लब्धावकाशयोर् एकत्र प्राप्तिः तुल्यबलविरोधः. अत्र लब्धः अवकाशः यस्य तत् लब्धावकाशं सूत्रं. यदि द्वे सूत्रे स्तः ययोः द्वयोरपि अन्यत्र क्वचित् कार्यं कर्तुम् अवकाशो अस्ति, अपि च यदि इमे द्वे सूत्रे युगपत् एकस्मिन् स्थले कार्यं कर्तुम् आगच्छतः, तर्हि इमे द्वे सूत्रे तुल्यबले इत्युच्यते. अपि च समानस्थले समानकाले कार्यं कर्तुं तयोः द्वयोः यः परस्परसङ्घर्षः सः तुल्यबलविरोधः इति उच्यते. अत्र महाभाष्यस्य वाक्यमस्ति, अन्यत्र अन्यत्र लब्धावकाशयोरेकत्र प्राप्तिः तुल्यबलविरोधः इति. अत्र सूत्रस्य विवरणमस्ति. अत्र यदि सूत्रद्वयमस्ति, द्वयोः अपि एकत्र इदानीं प्राप्तिः अस्ति, एकत्र एकस्मिन् स्थले एकस्मिन् समये एव युगपत्, अपि च द्वयोः अपि अन्यत्र अवकाशः अस्ति, इत्युक्ते लब्ध अवकाशः अस्ति, तस्मिन् सन्दर्भे द्वयोः मध्ये द्वयोः सूत्रद्वयं तुल्यबलं तुल्यबलसूत्रद्वयमिति वयं वदामः. अत्र द्वे सूत्रे स्तः, अतः तुल्यबले इति वदामः. अनन्तरम् अत्र इदानीमेव वयं दृष्टवन्तः, अत्र समानस्थले समानकाले द्वयोः सूत्रयोः कार्यं भवति, अतः किञ्चित् सङ्घर्षः भवति, तदर्थमेव तुल्यबलविरोधः इति वदामः. तस्मिन् सन्दर्भे विप्रतिषेधे परं कार्यम् इति अन्य परिभाषासूत्रमस्ति. समानकाले तुल्यबले सूत्रे कार्यं कर्तुम् आयातश्चेत् परसूत्रस्य कार्यं पूर्वं भवति. अत्र विप्रतिषेधे परं कार्यं वदति, यदि तुल्यबलविरोध सूत्रे स्तः तस्मिन् सन्दर्भे यत् सूत्रं सूत्रस्य सङ्ख्या परमस्ति तस्य कार्यं पूर्वं भवति इति, परसूत्रस्य कार्यं पूर्वं भवति इति. विप्रतिषेधे इति सप्तम्यन्तं, परमिति प्रथमान्तं, कार्यमपि प्रथमान्तं त्रिपदं सूत्रं. विप्रतिषेधः इत्युक्ते अत्र समानबलसूत्रयोः यः सङ्घर्षः अस्ति तदेव विप्रतिषेधः. अग्रे दीधिङ्ग् दीधिङ्ग् दीप्तिदेवनयोः इति धातुः. दीप्तिः इति प्रकाशः, देवनम् इति दुःखं, छान्दसि वेदे आत्मनेपदे धातुः. दीधिङ्ग् इति धातुविषये इदानीं वयं पठिष्यामः. अत्र दीधिङ्ग् इति अत्र प्रायः अर्थत्रयमस्ति वा भगिनी? अत्र छान्दसि वेदे इति, छान्दसि वेदे इत्युक्ते छान्दसि एव आयाति इति मन्ये. दीप्ति इति दीदिङ्ग् इति धातुः प्रायः वेदे एव आयाति इति, वेदे एव आयाति. अत्र अस्तु भगिनि, दीप्ति अत्र अर्थद्वयमस्ति, दीप्तिः अथवा देवनं. दीप्तिः इत्युक्ते प्रकाशः, देवनम् इत्युक्ते दुःखमिति. एतत्तु विपरीतार्थे अस्ति भगिनि, प्रकाशः दुःखम्. अत्र धातुः आत्मनेपदे धातुः अस्ति, अनुदात्तनित्त आत्मनेपदी इति प्रायः अत्र अनुदात्तनित्त आत्मनेपदम् इति सूत्रमस्ति. अतः नित् इति धात्वान्ते अस्ति, अतः प्रायः आत्मनेपदी धातुः. अदादिघनस्य जक्षित्यादयः इति अन्तर्गणे सप्तधातवः सन्ति, जक्ष् जागृ दरिद्रा चकास् शास् दीधिङ्ग् वेविङ्ग् च. जक्षित्यादयः षट् इति सूत्रेण जक्षित्यादीनां धातूनाम् अभ्यस्तसंज्ञा भवति. जक्षित्यादिषु धातुषु दीधिङ्ग् वेविङ्ग् च स्तः, किन्तु द्वयोः आत्मनेपदित्वात् सार्वधातुकलकारेषु किमपि विशिष्टम् अभ्यस्तसंज्ञानिमित्तं कार्यं नास्ति. परस्मैपदेषु लटि लोटि लङ्गि च तिङ्प्रत्ययादेशः प्रत्ययादेशाः सन्ति, ते तु आत्मनेपदे न भवन्ति. अत्र दीधिङ्ग् इति अत्र अदादिगणे एकः अन्तर्गणः अस्ति, तद् तस्य नाम अस्ति जक्षित्यादयः इति. अत्र जक्षित्यादयः षट् इति सूत्रेण वयं जानीमः, अत्र जक्षित्यादयः अन्तर्गणे ये धातवः सन्ति ते तेषाम् अभ्यस्तसंज्ञा भवति इति. परन्तु दीधिङ्ग् वेविङ्ग् आत्मनेपदी धातु, अतः द्वयोः कृते सार्वधातुकलकारेषु अभ्यस्तसंज्ञानिमित्तकार्यं किमपि न भवति. स च कार्यं तु तत् कार्यं परस्मैपदेषु लटि लोटि लङ्गि यत्र तिङ्प्रत्ययादेशाः सन्ति, अत्र प्रथमपुरुषबहुवचने अत्र अभ्यस् सूत्रमस्ति, अत्र अदभ्यस्ता अदभ्यस् अदभ्यस्तात् इदानीं समीचीनं न स्मरामि भगिनि. अभ्यस्तात् परस्य जकारस्य स्थाने जकारस्य स्थाने अत्र अदभ्यस्तादातः इति प्रायः खलु भगिनि अदभ्यस्तात् इति अदभ्यस्तात्. अनन्तरं तत्र जुस्थाने उः इति आयाति तर्हि प्रत्ययादेशः आसन् तत्र नास्ति इति. अत्र आत्मनेपदी धातुः अस्ति अतः सार्वधातुकलकारेषु तस्य कार्यम् अभ्यस्तसंज्ञानिमित्तकार्यं किमपि न भवति इति. अग्रे अपि पठामि वा न नो चेत् अस्तु धन्यवादः. नो चेत् कण्ठे वेदना भविष्यति. दिदि दिदि वेविठाम् इति सूत्रं दिदि वेवि इति धातुः इडागमः च इत्येषां गुणः वृद्धिः च न भवतः. सूत्रस्य अर्थं पठामि वा भगिनि? आं भगिनि सूत्रमपि पठतु. दिदि वेविठां दिदि वेवि इति धातुः इडागमः च इत्येषां गुणः वृद्धिः न वृद्धिश्च न भवतः. अनेन इडागमस्य गुणः न कदापि भवति. यदा गम योगः ई योगः स्यति गमिष्यति तस्य वृद्धिकार्यं न कुत्रापि विहितम्. दिदिश्च वेविश्च इच्च तेषाम् इतरेतरद्वन्द्वः दिदि वेवितः तेषां दिदि वेविटां दिदि वेविटां षष्ट्यन्तं पदम् एकपदमिदं सूत्रम्. इको गणवृद्धि इत्यस्मात् गुणवृद्धि इत्यस्य अनुवृत्तिः न धातुलोप आर्धधातुके इत्यस्मात् न इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं दिदि वेविटां न गुणवृत्ति. तत् सूत्रस्य अर्थः अस्ति दिदि वेवि इति धातुः वा इडागमः वा अस्ति चेत् गुणः वृद्धिः न भवतः. अत्र इडागमस्य गुणः न कदापि भवति. यदा उदाहरणमस्ति अत्र गम योग ई योग स्यति इति गमिष्यति तस्य तु वृद्धिकार्यं न कुत्रापि विहितम् इति अस्ति. अनुवृत्तिसहितसूत्रमस्ति दिदि वेविटां न गुणवृद्धि. यदा दिदि वा वेवि वा इडागमः वा अस्ति चेत् गुणः वा वृद्धिः वा न भवति इति. द्वितीयसूत्रमस्ति एरन् एकाचो संयोगपूर्वस्य असंयोगपूर्व अनेकात् इकारान्ताङ्गस्य यण् आदेशो भवति अचीपरे. तत्सूत्रस्य अर्थः तत्सूत्रं प्रथमम् एरन् एकाचो संयोगपूर्वस्य असंयोगपूर्व अनेकात् इकारान्ताङ्गस्य यण् आदेशो भवति अचीपरे. येन विधिस्तदन्तस्य इत्यनेन तादृशधातुः यस्य अन्ते इकारः न तु केवलम् इकाररूपी अङ्गम् अलोन्त्यस्य इत्यनेन अन्त्यस्य अल् वर्णस्य यणादेशः न तु पूर्णाङ्गस्य न एकम् अनेकम् अनेके एकाचः यस्मिन् सः अनेकाच् नञ्च तत्पुरुष गर्भो बहुव्रीहिः तस्य अनेकाचः नास्ति संयोगः पूर्वे यस्य सः असंयोगपूर्वः बहुव्रीहिः तस्य असंयोगपूर्वस्य ये षष्ट्यन्तम् अनेकाचः षष्ट्यन्तम् असंयोगपूर्वस्य षष्ट्यन्तं त्रिपदमिदं सूत्रम्. इनो यण् इत्यस्मात् यण् इत्यस्य अनुवृत्तिः अचिष्णु धातुभ्रुवां युवर् यङ् वोङ्गौ इत्यस्मात् अचि धातो विपरिणामेन षष्ट्यन्तम् इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् अनेकाचः असंयोगपूर्वस्य एहे धातोः अङ्गस्य यण् अचि. सूत्रस्य अर्थः अस्ति यदा अनेकाचः अस्ति वा अनेकाचः असंयोगपूर्वस्य इकारान्ताङ्गस्य यण् आदेशः भवति यदा अचि परे अस्ति चेत् इति अर्थमस्ति. तर्हि अत्र यत्र वयम् उदाहरणं स्वीकुर्मः चेत् अत्र दीदि योगः आते इति अजादिपिस्तु दत्तमस्ति खलु. तर्हि तत् अत्र प्रथमं सामान्यसूत्रं किं किमस्ति इकोयणचि इति अस्ति खलु. इकोयणचि प्रबाद्य तर्हि अचिष्णुदातु भुवां योरिवङ्गौ इति सूत्रं कार्यं करोति. एकाचति वा अनेकाचति अस्ति वा उभयत्र अचिष्णुदातु भुवां योरिवङ्ग इति सूत्रं कार्यं करोति. तदपि प्रबाद्य यदि एकाच् अस्ति चेत् तद् प्रबाद्य एरनेकाचु असंयोगपूर्वस्य इति. एकाच् अस्ति असंयोगपूर्व अस्ति चेत् तत्र एव एरनेकाचु असंयोगपूर्वस्य इति सूत्रस्य सूत्रम् अपवादत्वेन कार्यं करोति इति. भगिनी अत्र अनेकाच् अस्ति चेत् खलु भगिनि एरनेकाचु अनेकाच् क्षम्यताम् अनेकात् अस्ति अनन्तरम् असंयोगपूर्वः अस्ति चेत् पूर्ववर्णः अस्ति चेत् तर्हि तर्हि एरनेकाचु इति कार्यं करोति. नो चेत् सामान्यसूत्रम् अतिष्णुदातु भुवां योयङ्गौ इति सूत्रं कार्यं करोति. इको एण च भवति भगिनि अत्र दीधि वेविटाम् अत्र एकः प्रश्नः अस्ति अस्ति द्वितीयवाक्ये अत्र अनेन इडागमस्य गुणः न कदापि भवति परन्तु यथा उदाहरणं दत्तमस्ति अत्र गम् योगः इ योगः स्यति गमिष्यति तस्य वृद्धिकार्यं न कुत्रापि विहितम् अत्र एकवारमत्र गुणकार्यं न कदापि भवति दत्तमस्ति अनन्तरं वृद्धिकार्यं न कुत्रापि विहितम् इति दत्तमस्ति द्वयोः अपि न भवति खलु. किमर्थम् अत्र वृद्धि इति उक्तवान् इत्युक्ते स्य इति आर्धधातुकलकारः प्रत्ययः भवति खलु. आर्धधातुकप्रत्ययः अस्ति स्य इति. तर्हि यत्र स्य इति आयाति तर्हि अचोनिति इत्यनेन वृद्धिकार्यं भवति तर्हि तादृशवृद्धिकार्यम् अत्र न भवति. गुणो वा वृद्धियो न भवति वृद्धिः अपि न भवति गुणः अपि न भवति. परन्तु भगिनी अत्र लिख् धातोः अत्र लेखिष्यति भवति खलु भगिनि. आं महोदय अत्र लिख् धातोः लिख् इति अस्ति लिख् इति अस्ति अनन्तरम् इ इति अस्ति खलु. इ इत्यस्य पुगन्तलघुपदस्य च इति उपदायामिकारस्य एव गुणः भवति. अत्र तु किं वदति इत्युक्ते इ इति अस्ति इडागम अस्ति इडागमस्य वृद्धि वा गुणः वा न भवति. यदि गुणः भवेत् तर्हि लेखै इति आयाति लेखास्यति भवति लेखायिष्यति इति किमपि भवति खलु. लेखै इति भूत्वा अनन्तरं योगः इष्यति इति आयाति तर्हि लेखयिष्यति इति भवति. आं तथा एव तर्हि तथा नास्ति इकारः तथा एव तिष्ठति अत्र तु गुणं वा वृद्धिः वा न भवति. पुगन्तलघुपदस्य इत्यनेन उपादायं यत्यस्ति तत्र एव भवति खलु. इकारस्य किमपि विकारः न वर्तते अत्र. तत्तु अर्धधातुकस्यति इत्यस्मात् अत्र इकारस्य गुणः भवति खलु भगिनि. अचोन् अत्र अर्धधातुकप्रत्ययः अस्ति अचोन्निति इत्यनेन वृद्धिकार्यं भवति खलु. एकः न मम तु अग्रमः सार्वधातुक अर्धधातुकयोः इति गुणः भवति. अत्र अचुर्मिति इति प्रायः नित् अस्ति चेत् एव वा नित् नास्ति खलु अर्धधातुकमस्ति एतत्. आमां सत्यं महोदय. तर्हि तर्हि सार्वधातुक अर्धदातुकयोः इत्यनेन लेखे इति भवति लेखेष्यति इति भवेत् तत् न भवति इति. धन्यवादः. तृतीयस्तु सूत्रं पठामि वा भगिनि? आं महोदय. ईवर्णयोर्दिधिवेव्योः दिधि वेवि इति धात्वोः अन्त्यवर्ण इकारस्य लोपो भवति यकारादिप्रत्यये ईवर्णे च परे. अलोन्त्यस्य इत्यनेन अन्त्यस्य अल्वर्णस्य लोपः. यश्च ईवर्णश्च ईवर्णौ इतरेतरद्वन्द्वः तयोः ईवर्णयोः. दीधीश्च वेवीश्च दीधिवेव्यै वेव्यौ इतरेतरद्वन्द्वः तयोः दीधिवेव्योः. ईवर्णयोः सप्तम्यन्तं दीधिवेव्योः षष्ठ्यन्तं द्विपदमिदं सूत्रम्. तासस्त्योर्लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं दीधिवेव्योः अङ्गस्य लोपः ईवर्णयोः. अत्र तृतीयसूत्रमस्ति ईवर्णयोर्दीधिवेव्योः इति. अत्र दीधिवेवि इति धातुकृते एव अस्ति. अत्र द्वयोः धातोः अन्त्यवर्ण इकारस्य लोपः भवति, इत्युक्ते दीधि इत्यस्य यः अन्त्य ईकारः अस्ति, वेवि इत्यस्य यः अन्त्य ईकारः अस्ति, तस्य लोपः भवति यदि यकारादिप्रत्ययः वा ईवर्णः वा परे अस्ति. अत्र अनुवृत्तिसहितसूत्रमस्ति दीधिवेव्योः अङ्गस्य लोपः ईवर्णयोः. अत्र अलोन्त्यस्य इत्यनेन अन्त्यस्य अल्वर्णस्य एव लोपः, न तु पूर्ण अङ्गस्य लोपः. इत्युक्ते अत्र यथा दीधि इत्यस्मात् अत्र अन्तिम ईकारः, वेवि इत्यस्मात् अन्तिम ईकारः, यदि परे यकारादिप्रत्ययः अस्ति अथवा ईवर्णः अस्ति. अत्र उदाहरणमस्ति, अत्र दीधियोगः ईत अत्र विधिलिङ्ग प्रथमपुरुष एकवचने, अत्र दीधियोगः ईत अत्र ई इति ईवर्णः अस्ति परे. दीधि इत्यस्य अत्र दीर्घ ईकारः लोपः भूत्वा दीधियोगः ईत दीधीता इति रूपं निष्पन्नं भवति. भगिनि, भगिन्याः प्रश्नः आसीत् खलु भगिनि, अत्र लङ्लकारे कः इति विषयः इति. अहं तु अष्टाध्यायी अत्र पुस्तके दत्तमस्ति रूपं दोषाय भगिनि. अत्र अष्टाध्यायी .com इति अस्ति खलु, तत्र पश्यति चेत् अदीधि इति महोदयेन यदुक्तं तदेव अस्ति. तदेव वा? यदि वयं चिन्तयामः चेत् अपि सत्यं खलु. किमर्थम् इत्युक्ते अत्र एकं कार्यमस्ति, अदीधियोगः ह्रस्व इकारः अस्ति, ह्रस्व इकारः तु अचि अस्ति. तर्हि अत्र वयं वक्तुं शक्नुमः एरनेका च असंयोगपूर्वस्य इत्यनेन यण् आदेशः प्राप्तिः भवति. किन्तु किं भवति यदि तत्र प्राप्तिः भवति चेत्, यकारः प्राप्तिः अस्ति चेत्, एतद् अस्माकं नूतनसूत्रमस्ति खलु, यतस्य ईवर्णयोर्दीधिवेव्योः इति सूत्रं निरवकाशं भविष्यति ई इति ईवर्णे परे इति. तदर्थ भागः निरवकाशं भविष्यति यदि यकारादेशः भवति. तर्हि ततः अस्यां दशायां एरनेक असंयोगपूर्वस्य इति प्रभाव्य ईवर्णयो दीधीर्देव्योः इति सूत्रं कार्यं कृत्वा इकारस्य लोपः तदेव अहं दृष्टवती भगिनी अपि दीधी इति अस्ति ओ दीधि यकारः अस्ति यकारः अस्ति पुस्तकं पश्यति वा प्रक्रियानुसारि नास्ति तिङ्कृत् कोशः इति अस्ति भगिनि पुष्पादीक्षितमहोदय प्रथम सार्वधातुकखण्डः इति एकं पुस्तकं तदेव तस्मिन् अपि अधीधि इति एव दीध्य यकारः यकारोर्थ इकारः दकारः यकारः दोषः मुद्रणदोषः भवति ततः एव स्वीकृत्य यदि जनाः कुर्वन्ति छात्राः एव कुर्वन्ति खलु प्रायः पुष्पति महोदय सा कार्यं न करोति खलु तस्याः अनेक कार्याणि भवति तर्हि प्रायः तदेव अनुवर्तनम् अभवत् इति मन्ये अष्टदेयी डाट् काम् तत्र तु अदीधि इति तद् रूपं समीचीनं भगिनि अदीधि तदेव महोदय यकारः अस्ति चेदेव संशयः आगच्छति कदा इति अदीदि इति रूपं तु समीचीनम् अत्र लङ्लकारस्य प्रथमपुरुष एकवचनस्य विषये उत्तमपुरुष एकवचने उत्तमपुरुष एकवचने एकनिमिषम् रूपाणि करिष्यामः वा भगिनि इदानीं तर्हि क्रमेण क्रमेण अस्तु भगिनि अत्र इका ई अस्ति खलु भगिनि अत्र लङ्लकार उत्तमपुरुष एकवचने अत्र ई अस्ति अतः अदी आयोगः दीधियोगः ई इदानीम् अत्र ई वर्णयोर्दीधिवेव्योः इत्यस्य प्रसक्तिः आगच्छति अतः तत्र एरनेका च असंयोगपूर्वस्य इत्यस्यपि प्रसक्तिः अस्ति परन्तु तं प्रबाध्य यो ई वर्णयोर्दीधिवेव्योः इत्यस्य प्रसक्तिः भवति खलु भगिनि अतः अत्र अदीधि इति भवति रूपं न तु अदीध्यः अत्र पुष्पादीक्षितायाः पुस्तके तु अदीधि इति दत्तमस्ति भगिनि यकारः अपि दत्तमस्ति प्रायः दोषाय अस्ति इति अस्तु भगिनि इदानीम् अहम् अवगच्छामि भवत्यो किं अहमपि आदौ न मुद्रणसमये ध्वनिमुद्रणं यदा अहं शृण्वती आसन् तस्मिन् समये तु मम किमपि क्लेशः न अभवत् दृष्ट्वा एव पुस्तके पुस्तके प्रायः मुद्रणदोषः धन्यवादः इदानीम् अवगच्छामि अत्र प्रश्नः सम्यक्तया न अवगतवान् अस्तु भगिनि इदानीं रूपाणि खलु भगिनि एकनिमिषः अत्र प्रथमं दीधियोगः ते अल्हलादि अपित् अस्ति सार्वधातुक अर्धधातुकयोः अनन्तरम् अत्र सार्वधातुकम् अपित् निति च परन्तु अत्र दीधिवेवीटां इत्यस्य सूत्रस्य कारणतः अत्र कोऽपि गुणकार्यं न भवति दीधीते इति रूपं निष्पन्नं भवति दीधियोगः आते इदानीं पुनः तदेव अत्र अनन्तरम् अत्र अचि परे अस्ति अतः अचिष्णु धातुभ्रुवां योर्यङ् इको एनचि इत्यस्य प्रसक्तिः प्रथमं भवति तं प्रबाध्य अत्र सार्वधातुक अर्धधातुकयोः सार्वधातुकमपित् निति च, अनन्तरं दीधि वेवीटाम् इत्यस्य प्रसक्तिः गुणनिषेधः, अनन्तरम् अत्र अचिष्णु धातुभ्रुवां युवर् यङ् वङ्गौ इत्यस्य प्रसक्तिः, परन्तु तं प्रबाध्य एरनेकाचो संयोगपूर्वस्य इत्यस्मात् अत्र धात्वान्ते यः इकारः अस्ति तस्य तस्मिन् तस् इकारस्य स्थाने यकारादेशः, अतः दीध्याते इति रूपं निष्पन्नं भवति, तथा एव दीध्यते इति रूपं निष्पन्नम्. क्षम्यतां भगिनि, मध्यमपुरुषे से आते द्वे इति सिद्धतिं प्रत्ययाः, से इति हलादि अस्ति, अपितपि अस्ति. प्रथमं तु दीदि वेविताम् इति सूत्रेण गुणनिषेधः भवति, अनन्तरम् एरणेकाचो संयोगपूर्वस्य इति सूत्रे तद् अचिपरे नास्ति, क्षम्यताम्, अचिपरे नास्ति, अतः हलादि अपित् अतः केवलं वर्णमेलनं, गुणनिषेध अनन्तरं दीदि से, तत्तु आदेशप्रत्ययोः इत्यनेन षत्वविधिः षकारः आगच्छति, दीदिशे आते द्वे, आते इति अजादि अस्ति, अपित् अस्ति, तत्र अदीदिवेविकां प्रथमं गुणनिषेधः, अनन्तरम् एरनेकाचो असंयोगपूर्वस्य अचिपरे अस्ति, अतः अत्र यणादेशः भवति इकारस्य स्थाने दीध्याते. द्वे हलादि अस्ति, अपित् अस्ति, अत्र केवलं दीदिवेविकाम् इति सूत्रेण गुणनिषेधः, अनन्तरं वर्णमेलनमेव दीदि द्वे. क्षम्यतां भगिनि, अत्र मम पुत्र्याः काल् आगतः, अतः अस्तु अस्तु महोदय, न करिष्यामि इदानीं, अहं सिद्धः. इदानीम् अत्र दीधियोगः ए, अत्र एकारः अत्र अजादि अपित् अस्ति, अत्र क्रमः तु यथा प्रथमपुरुष द्विवचने बहुवचनस्य तथा एव अत्रापि, अन्तिमे अत्र एरनेकाचो संयोगपूर्वस्य इत्यस्य कारणतः अत्र इकारस्य यकारः, अतः दीध्ये इति रूपं निष्पन्नं भवति. अनन्तरं वहे महे अत्र केवलं वर्णमेलनमेव, दीधि वहे दीधि महे. लोट्लकारः ताम् आताम् अताम् इति, तां तु हलादि अस्ति, अपित् अस्ति, गुणनिषेधः दिदि वेविताम् इति सूत्रेण, अनन्तरं वर्णमेलनं दीधीताम् इति, आताम् अचि अस्ति, प्रथमम् अजादि अस्ति, अपित् अस्ति, दिदि वेवितां गुणनिषेधः, अचिपरे अस्ति, अतः एरनेकाचो संयोगपूर्वस्य इति सूत्रेण यणादेशः भवति, दीध्याथां समानकार्यम् अत्रापि, अथामपि तदपि अजादि अपित् अस्ति, दीध्यथां दीदीतां दीध्यातां दीध्यथाम्. इदानीं स्व अस्ति मध्यमपुरुष एकवचने, दीधियोगः स्व, अत्र हलादि अपित् अस्ति, दीधियोगः स्व इदानीम् अत्र गुणनिषेधः दीधिवेवीटाम् इत्यस्मात्, अनन्तरम् अत्र आदेशप्रत्यययोः इत्यस्य प्रसक्तिः अपि च कार्यम्, अतः अपदान्तस्य सकारस्य षत्वं भवति, अतः दीधीष्व इति रूपं निष्पन्नं, दीधियोगः आथाम्, अतः अत्र पुनः गुणनिषेधः दीधिवेवीटाम् इत्यस्मात् अचिष्णुधातुभ्रुवां युवर् यङ्गुभङ्गौ इत्यस्य प्रसक्तिः, परन्तु तं प्रबाध्य अत्र एरनेकाचो संयोगपूर्वस्य इत्यनेन दीधि इत्यस्य अन्तिम इकारस्य यकारः, अतः दीध्याथाम् इति रूपं निष्पन्नं, दीधियोगः ध्वम् अत्र केवलं वर्णमेलनमेव, दीधिध्वम् इति रूपं निष्पन्नं, आहत्य अत्र दीधीष्व दीध्याथां दीधिध्वम्। बहु उत्तमपुरुष, एकवचने तु ऐ आवहै आमः इति अस्ति, अजादि अस्ति, पित् अस्ति चेदपि दीदीवेविताम् इति सूत्रेण गुणनिषेधः भवति, अच्चि परे अस्ति, एरणेकाच असंयोगपूर्वस्य इति सूत्रेण यणादेशः भवति इकारस्य स्थाने, अतः दीदीयोगः ऐ दीध्यै, दीदीयोगः आवहै दीद्यावहै दीद्यामहै, दीद्यै दीद्यावहै दीद्यामहै। इदानीम् अत्र लङ्लकारः, अत्र दीधियोगः लङ्, प्रथमं तु अत्र लावस्थायाम् अत्र लुङ् लङ् लृङ् षडुदात्तः इत्यनेन अडागमः, आयोगः दीधि, अत्र प्रथमपुरुषे एकवचने अत्र आयोगः दीधियोगः त, अत्र त इति हलादि अपित् अस्ति, अतः अन्तिमो गत्वा अत्र दीधिवेवीटाम् इत्यस्मात् अत्र गुणनिषेधः केवलं वर्णमेलनमेव, अदीधीत इति रूपं निष्पन्नं भवति, पुनः आयोगः दीधियोगः आताम्, आताम् अजादि अपित्, दीधिवेवीटाम् इत्यस्मात् गुणनिषेधः, अचिष्णुधातुभ्रुवां योर् यङ्गुवङ्गौ इत्यस्य प्रसक्तिः, परन्तु अन्तिमो गत्वा अत्र एरणेकाचो संयोगपूर्वस्य इत्यनेन दीधि इत्यस्य इकारस्य यकारः, अदीध्याताम् इति रूपं निष्पन्नं, तथा एव अदीध्यात इति रूपम् आहत्य अदीधीत अदीध्याताम् अदीध्यत। मध्यमपुरुषे ताः आतां ध्वम् इति सिद्धतिं प्रत्ययः, प्रथमं लुङ् लङ् लुङ्षु ष्वडुदातः इति सूत्रेण अडागमः भवति, अयोगः दिधिः, ताः इति हलादि अस्ति, अपित् अस्ति, दिदिवेविताम् इति सूत्रेण गुणनिषेधः, अनन्तरं वर्णमेलनमेव अदिदिताः, आकामिति अजादि अस्ति, अपित् अस्ति, दीदीवेविटां गुणनिषेधः, अनन्तरम् एरणेकाचो संयोगपूर्वस्य इति सूत्रेण यणादेशः, अयोग दीदियोग आताम् अदीध्याथां, ध्वम् इति हलादि अस्ति, अपित् अस्ति, गुणनिषेधः केवलम् अदिधिध्वम्। उत्तमपुरुषे एकवचने इदानीमेव वयं दृष्टवन्तः अत्र आयोगः दीधियोगः इ, अत्र यद्यपि अचिष्णुधातुभ्रुवां युवर् यङ्गुवङ्गौ एरणेकाचो संयोगपूर्वस्य प्रसक्तिः स्तः अन्तिमो गत्वा अत्र ई वर्णयोर्दीधिवेव्योः इत्यनेन दीधि इत्यस्य ईकारस्य लोपः किमर्थम् इत्युक्ते अत्र इ इति वर्णः अस्ति परे, अतः दीधि इति रूपं निष्पन्नं भवति. आयोगः दीधियोगः वहि अदीधीवहि अदीधीमहि अदीधि अदीधीवहि अदीधीमहि. लिङ् लकारे तु ई सर्वे अपितः अस्ति, अजादि अपि अस्ति, अतः दीदीवेविताम् इति गुणनिषेधः, अनन्तरम् एरनेकाचोसंयोगपूर्वस्य अचीपरे अस्ति इति कारणतः यणादेशः. क्षम्यताम्, आम् यण्यादेशः. प्रथमपुरुष एकवचनं भगिनी यण्यादेशः वा? ओहो, ई वर्णयो, क्षम्यतां, तथैव अहं चिन्तितवती. ई वर्णयोर् दीदीवेव्योः इति सूत्रेण इकारस्य लोपः भवति. आम् आम्, इकारस्य लोपः भवति. दीदि योगः ईत, अत्र ईकारस्य लोपः भूत्वा दीदि योगः ईत दिदीत इति भवति. ईयाथां दीदि दीदीयाताम् इति भवति, दीधीरन् इति भवति. पूरयामि वा महोदय? दीदीताः दीदीयातां दीदीध्वं, दीदीय दीदीवहि दीदीमहि. धन्यवादः भगिनि. अत्र अहम् आर्धधातुकखण्डः इति तिङ्कृत्कोश तत्र पश्यामि, यत्र ल्यप्रत्ययः अस्ति, यकारादि अस्ति, खलु तत्र प्रदीद्य इति इकारस्य लोपः भवति, प्रदीभ्य इति. अनन्तरं तथा एव यत् इति प्रत्ययः दीभ्यम् इति अस्ति, इकारस्य लोपः भूत्वा यकारः नास्ति, इकारः नास्ति, इकारः नास्ति, यकारे परे इकारस्य लोपः अभवत्. ओ ओ, यत्र प्रदीदीय इति नास्ति, प्रदीभ्य इति एव अस्ति, प्रदीभ्य, प्रदीभ्य. अत्र अत्र यदा मुद्रणम् अस्ति तदेव वा? ईवर्णयोर्दीदीवेव्योः इत्यनेन यदि इकारादिप्रत्ययः अस्ति चेत् अपि इकारस्य लोपः भवति इति. ईवर्णादौ नो चेत् यकारादौ इति अस्ति, तर्हि यत्र ल्यप् प्रत्ययः तु यकारादिप्रत्ययः अस्ति, तर्हि प्रदीदीय इति नास्ति किन्तु प्रदीद्य इति. अहम् एवमेव वदामि उदाहरणार्थं, यत्र यकारस्य परे यकारे परे इकारस्य लोपः भवति इति. तथा एव ल्युट् प्रत्ययस्य अपि दीद्यनम् इति, दीद्यन. ल्युट् सम्यक् नास्ति, तत्तु यण् आदेशः भवति तत्र, क्षम्यताम्. अत्र ल्यप् एव यकारादि अस्ति, प्रदीभ्य इति अस्ति. भगिनि, किमर्थम् अत्र यकारादिप्रत्यये ईवर्णे च परे इति दत्तमस्ति? किमर्थम् इकारादिप्रत्ययः न दत्तमस्ति? इकारादि इति महोदयेनैव तथा लिखितं, यत्र वयम् अहम् अत्र पश्यामि पुष्पदीक्षम, तत्र यकारादौ इकारादौ च प्रत्यये भवतु इति उभावपि दत्तं, तथा एव दत्तं, तथा एव दत्तं. किमर्थम् इत्युक्ते साधारण इकारः यदि प्रत्ययः नास्ति चेत् इकोयनचित्यनेन यन्नादेशः एव भवति, खलु? अत्रापि एक अष्टाध्यायी डाट् काम् तत्र पश्यामि. अत्र किं तु यकारादौ ईवर्णादौ इति अस्ति. तर्हि ई वर्णः चेदेव तथा भवति इति प्रायः महोदय, प्रत्ययः इति भवितुं न अस्ति तत्र, केवलम् ई वर्णः इति अस्ति. तथा अस्ति चेत् ईता इयातां तु इकारादिप्रत्ययः भवति, ई अपि इकारादिप्रत्ययः भवति खलु भगिनि? ई वर्ण इत्युक्ते इकारादिप्रत्ययमपि तत्र ग्रहणं भवति खलु, तस्यापि ग्रहणं भवति. किन्तु यत्र प्रत्यय इति वदामः चेत् वर्णस्य ग्रहणं न भवति, प्रत्ययस्य एव ग्रहणं न भवति. किन्तु यत्र वर्णः इति वदामः तत्र प्रत्ययस्य वर्णस्य उभयोः अपि ग्रहणं भवति. किन्तु प्रश्नादित्य दीक्षितमहोदयः पत्रे पुस्तके तु एतदेव लिखितमस्ति, यकारादौ इकारादौ च प्रत्यये परे भवतु इति अस्ति. किन्तु वयं तत्तु किन्तु महोदयस्य करपत्रे अष्टाध्यायी .com तत्र उभयत्रापि यकारादिप्रत्ययः अनन्तरम् ई वर्ण इति उक्तमस्ति, इकारादिप्रत्ययः इति न उक्तमस्ति. प्रायः पुनः अत्र देवि इत्यस्य अपि दोषाय अस्ति प्रायः भगिनि, यथा दीधि इत्यस्य दोषाय अस्ति लङ्लकारम् उत्तमपुरुष एकवचने, तथा एव अत्रापि दोषाय अस्ति. तत्तु रूपम् अवेवि इति एव समीचीनं किल? आं भगिनि, तदपि समानकार्यमिति महोदय उक्तवान्, तर्हि सूत्राणि तु समानसूत्राणि. अत्र अकः सवर्णे दीर्घः किमर्थं न भवति इति अपि उक्तवान् गतवर्गे. प्रश्नः आसीत् यः. अवेवी तु समानकार्यमस्ति भगिनि, अत्र कुर्मः वा तदपि, समयः अस्ति वर्तते, विंशतिनिमिषः तदपि कुर्मः. आरम्भं करिष्यामः भगिनि. वेविङ्ग् वेतिना तुल्ये छन्दसि वेदे आत्मनेपदे धातुः, सर्वाणि सूत्राणि कार्याणि च दीधिङ् धातोरिव. इदानीं लटि वेवि योगः ते अत्र पुनः तदेव अस्ति, दीधि वेविताम् इत्यस्य प्रसङ्गः अत्र गुणनिषेधः, अनन्तरम् अत्र केवलं वर्णमेलनं भूत्वा वेवीते इति भवति. वेवीयोगः आते अत्र पुनः दीधि वेविताम् इत्यस्मात् गुणनिषेधः, अनन्तरम् अचिष्णुधातुभ्रुवां युवोर्यङ् वङ्गौ तं प्रबाध्य अत्र एरनेकाचो संयोगपूर्वस्य इत्यनेन इकः स्थाने यन आदेशः, अतः वेव्याते तथा एव वेव्यते. आहत्य अत्र प्रथमपुरुष लट् रूपाणि वेवीते वेव्याते वेव्यते. मध्यमपुरुषे से आते द्वे, से तु हलादि अस्ति अपित् अस्ति, प्रथमं दीदी वेविताम् इति गुणनिषेधः, अनन्तरं वर्णमेलनमेव. वेविश् वेवीते अत्र शत्रुविधिः इन् प्रत्याहारे अस्ति आदेशप्रत्ययोः इति सूत्रेण वेविषे. आथे अजादि अपित् अस्ति, देदि वेविताम् इति सूत्रेण गुणनिषेधः, अनन्तरम् एरनेकाचौ संयोगपूर्वस्य इति सूत्रेण यण्णादेशः द्वे व्याथे. द्वे समानकार्यं यदा मध्यमपुरुषे एकवचने दे दीदि वेविताम् इति गुणनिषेधः, अनन्तरं वर्णमेलनमेव वेवि द्वे. वेवियोगः ए अत्र दीधि वेविताम् इत्यस्मात् गुणनिषेधः अचिष्णु धातु भ्रुवां युवर् यङ् वङ्गौ अन्तं प्रबाध्य अत्र एरनेकाचो संयोगपूर्वस्य इत्यनेन इकहस्थाने यनादेशः वेव्ययोगः ए वेव्ये. अनन्तरं वहे महे अत्र गुणनिषेधः दीधि वेविटाम् इत्यस्मात् अनन्तरम् अत्र केवलं वर्णमेलनमेव वेवी वहे वेवी महे आहत्य वेव्ये वेवी वहे वेवी महे. लोट्लकारः वेवी इति अस्ति अङ्गं. ताम् आताम् अथाम् हलादि अपित् दीदि वेविताम् इति सूत्रेण गुणनिषेधः, अनन्तरं वर्णमेलनमेव वेवीताम्. आताम् अतां तु अजादि अस्ति, अपित् अस्ति. दीदि वेविताम् इति सूत्रेण प्रथमं गुणनिषेधः, अनन्तरम् एरनेकाचो संयोगपूर्वस्य इति सूत्रेण यणादेशः. देवीयोग आतां देव्यातां देवी देव्यतां देवीतां देव्यातां देव्यताम्. मध्यमपुरुष लोट्लकार एकवचनम् अत्र स्व आथां द्वं वेवीयोगः स्व. गुणनिषेधः प्रथमं दीधि वेविताम् इत्यस्मात् अनन्तरमत्र वेवीयोगः स्व आदेशप्रत्यययोः इत्यनेन अपदान्तस्य सकारस्य षकारः वेवीष्व. वेवीयोगः आथाम् अत्र अजादि अपित् दीधि वेविटाम् इत्यस्मात् गुणनिषेधः अनन्तरमत्र अचिष्णु धातुभ्रुवां युवर् यङ् वङ्गौ इत्यस्य प्रसक्तिः परन्तु तं प्रबाध्य अत्र एरनेकाचो संयोगपूर्वस्य इत्यनेन यकारादेशः अतः देव्याथाम्. अनन्तरमत्र वेवीयोगः ध्वं गुणनिषेधः दीधि वेविटाम् इत्यस्मात् अनन्तरं केवलं वर्णमेलनमेव वेवीध्वम् आहत्य वेवीष्व वेव्याथां वेवीध्वम्. उत्तमपुरुषे ऐ आवहै आमहै इति अस्ति, अजादि अस्ति, अपितः अस्ति, क्षम्यतां पितः अस्ति, अजादि अस्ति, पितः अस्ति. पितः अस्ति चेदपि दीदि वेविताम् इति सूत्रेण गुणनिषेधः, अनन्तरम् एरनेकाचो संयोगपूर्वस्य इति सूत्रेण आम् यणादेशः भवति. वेवीयोगः ऐ वेव्यै, वेवीयोगः आवहै वेव्यावहै, वेवीयोगः आमहै वेव्यामहै, वेव्यै वेव्यावहै वेव्यामहै. इदानीं लङ्लकारः प्रथमं लुङ् लङ् लृङ् ष्वडुदात्तः इत्यनेन अडागमः योगः वेवी योगः त. अत्र दीधि वेवीटाम् इत्यस्मात् गुणनिषेधः अनन्तरं केवलं वर्णमेलनमेव अवेवीत. अयोगः वेवी योगः आताम् अत्र दीधि वेवीटाम् इत्यस्मात् गुणनिषेधः अनन्तरं आतामिति अजादि अपित् अतः अत्र अचिष्णु धातु भ्रुवां युवर् यङ् वङ्गौ इत्यस्मात् प्रायः इकः स्थाने यन् परन्तु तं प्रबाध्य अत्र एरनेकाचो संयोगपूर्वस्य इत्यनेन इकः स्थाने यन् आदेशः अवेव्याताम् तथा एव अवेव्यत. अवेवीत अवेव्याताम् अवेव्यत मध्यमपुरुषे ताः आतां ध्वं लङ्लकारः प्रथमम् अडागमः लुङ् लङ् लुङ्सु स्वर्गातः इति सूत्रेण आयोगः वेवी ताः इति हलादि अपि अस्ति गुणनिषेधः देवी वेविताम् इति सूत्रेण अवेविताः आताम् इति अजादि अस्ति अपितः अस्ति समानकार्यं दिवि वेविताम् इति सूत्रेण गुणनिषेधः अजादि अस्ति अतः एरणेकाचो असंयोगपूर्वस्य इति सूत्रेण यणादेशः अवेव्याताम् ध्वम् अवेवीयोगः ध्वम् अत्र गुणनिषेधः देवी वेविताम् इति सूत्रेण अवेविध्वम् अवेवीताः अवेव्याताम् अवेविध्वम् उत्तमपुरुषे एकवचने इ अस्ति आयोगः वेवीयोगः इ इदानीमत्र दीधी वेविटाम् इत्यस्मात् गुणनिषेधः अनन्तरं अचिष्णुधातुभ्रुवां योवर्यङ्गुवङ्गौ एरणेकाचो संयोगपूर्वस्य द्वयोः प्रसक्तिः परन्तु अत्र ई वर्णयोर्दीधी वेव्योः इत्यनेन ईकारस्य लोपः भवति अतः अवेवि इति भवति परन्तु अत्र इकारः ह्रस्व इकारः अपित् अस्ति खलु तर्हि दीदी वेवीताम् इत्यस्य कार्यम् अत्र न भवति परन्तु अत्र नितीच भवति परन्तु नितीच इत्यनेन गुणनिषेधः न भवति अत्र दीधि वेविटाम् इत्यनेन एव गुणनिषेधः भवति इति वयं प्रायः तथा चर्चां कृतवन्तः गतवर्गे किमर्थं चेत् यद्यपि नितीच इति अस्ति परन्तु तं प्रबाध्य दीदी वेविटाम् इत्यस्मात् एव अत्र गुणनिषेधः भवति यथा वयं परन्तु भगिनी एकः अत्र एरणेकाचो संयोगपूर्वस्य अपि च ईवर्णयोर्दिधिवेव्योः द्वयोः मध्ये कस्य बलम् अधिकं भवति इति चिन्तनमस्ति इदानीं मम किं भवति मम चिन्तनम् यत् इत्युक्ते यत्र यदि यकारादि अस्ति चेत् एरनेकाचो इत्यस्य प्रसक्तिः एव नास्ति यकारादिप्रत्ययः अस्ति चेत् एक एव सूत्रस्य प्रसक्तिः अस्ति ईवर्णयोर् देवी देव्योः इति एव प्रसक्तिः अस्ति तत्र तु संशयः नास्ति यत्र इकारः अस्ति ईवर्णः अस्ति तत्र एव अस्माकं संशयः अधुना जायते यदि ईवर्णः अस्ति चेत् ईवर्णयोर् देवी देव्योः इत्यस्य कार्यं भवति वा नो चेत् एकाचो किमस्ति अयसयोः पूर्वस्य इति कार्यं भवति वा इति अत्र यत्र इकारे परे किं भवति इत्युक्ते यदि ईवर्णयोर्देदीवेव्योः इति कार्यं न करोति चेत् तत्र ईवर्णयो इति पाणिना किमर्थम् उक्तमस्ति तत्तु निरवकाशः भविष्यति खलु ततः यद्यपि पूर्वसूत्रम् अस्ति तर्हि निरवकाशः भविष्यति तद्भागनिरवकाशः भविष्यति इत्यस्मात् फलम् अधिकं भवति भगिनी यत् अस्माकं संशयः आसीत् खलु ई इति प्रत्ययः अस्ति किन्तु ई यकारः इति प्रत्ययः किन्तु ई इति वर्णः किमर्थम् सूत्रे एव तथा एव दत्तमस्ति पाणिनिना यत्र यकारे ह्रस्व इकारः इति वदति पाणिनिः तर्हि प्रत्ययः प्रत्ययस्य सूचना अस्ति खलु वर्णसूचना भवति वा तत्र यकारे इकारः अस्ति अतः प्रत्ययः इति वा भगिनि यकारे इकारः यत्र यत्र यकारे इकारः सूचयति प्रत्ययः इति सूचयति खलु महोदय, सप्तमी विभक्तिपरे अस्ति इति तत्तु वर्णनि इको एनचि इति तत्रापि वर्णनिमित्तिकमपि भवितुम् अर्हति. इको यनचि अत्र यन् अत्र तु अत्र प्रथमा अचि इति अस्ति खलु अचि, यत्र यत्र सप्तमी वर्णनिमित्तिकस्यापि सप्तमी ह्रस्व इकारः भूत्वा आगच्छति, वर्णः इति न वदति प्रायः, किन्तु वर्णयोः इति अत्र सूत्रे दत्तमस्ति तर्हि प्रायः देदिङ् अनन्तरं प्रत्ययः एव देदिङ् इति धातुः अस्ति, दीदिङ् इति धातुः अस्ति, तर्हि धातोः अनन्तरं प्रत्ययः एव आगच्छति खलु. यद्यपि वर्णः इति स्वामिना उक्तं प्रायः छन्दस्य अर्थम् उक्तं प्रायः इति मन्ये, प्रत्ययः इत्येव पर्याप्तं. किमर्थमित्युक्ते यत्र धातोः अनन्तरं प्रत्ययः एव आयाति खलु, केवलं वर्णः इति कुत्रचित् अपि न आयाति. इडागमः विषये किं भवति भगिनि, अत्र इडागमः यथा आगच्छति अत्र यदि दीधियोगः ई योगः यति अस्ति अत्र ई इति किं वदामः, अत्र ई वर्णः अस्ति वा अत्र प्रत्ययः अस्ति वा अत्र? तर्हि अहम् अत्र पश्यामि अत्र किम् इत्युक्ते अत्र भवति वा इडागमः भवति वा इति अन्यविषयः. इडागमः अत्र युडागमः अस्ति किन्तु युडागमे परे इकारस्य लोपः अभवत्. तर्हि महोदयस्य प्रश्नः समीचीनं महोदय, ई वर्णः एव तर्हि प्रत्ययः नास्ति खलु, युडागमः तु प्रत्ययः नास्ति. सम्यक् अस्ति महोदय, महोदयस्य सम्यक् उक्तवान् सत्यम् उक्तवान्. दीदिश्यरे इत्येव अस्ति, इकारस्य लोपं भूत्वा ईकारस्य लोपः अभवत्, अनन्तरम् इष्यते इति अस्ति तत्तु आयाति एव, दीदिश्यते इति ह्रस्वैकारः. धातुप्रकरणे तु पुष्पादीक्षिताय पुस्तके तु लुट् नास्ति, अतः अहं अत्र अष्टधातुकखण्डः इति एकः पुस्तकं. तर्हि तदर्थमेव ई वर्णः इति उक्तवान् इति मन्ये खलु, यदि युडागमस्य अपि तथा कार्यं भवति इति. बहु सम्यक् महोदय, धन्यवादः. मम तु संशयः. पुस्तकस्य नाम किं भगिनि अत्र? तिङ्कृत्कोशः इति. तिङ्कृत्कोशः अपि पुष्पादीक्षितमहोदयस्य, तस्याः आर्धधातुकखण्डः इति अपि एकं पुस्तकम् अस्ति, तत्र दृट् वा अन्य आर्धधातुकखण्ड प्रत्ययः विषये अस्ति. कोशः एव, कोशः एव, कोशः. धन्यवादः भगिनि, पुस्तकस्य नाम लिखितवान्. इदानीं मम क्रमः अस्ति खलु भगिनि, अत्र आयोगः दीधियोगः इ, अत्र इदानीम् इ अजादि अपित् अस्ति, दीधि वेवि टाम् इत्यस्य प्रसक्तिः गुणनिषेधः, अनन्तरम् अत्र अचिष्णु धातुभ्रुवां युवर् यङ्गु वङ्गौ एरनेकाचो संयोगपूर्वस्य, अनन्तरम् अत्र द्वयोः प्रबाध्य अत्र ईवर्णयोर्दीधिवेभ्योः इत्यस्य प्रसक्तिः दीर्घ ईकारस्य वेवि इत्यस्य ईकारस्य लोपः भूत्वा अवेवि इति रूपं निष्पन्न, अनन्तरम् अवेवीवहि अवेवीमहि, अत्र केवलं वर्णमेलनमेव, हलादि अपि अतः गुणनिषेधः दीधि वेविटाम् इत्यस्मात्, आहत्य अत्र अवेवि अवेवीवहि अवेवीमहि. विधिलिङ्गकारः तत्र तु अजादि अस्ति अपित् अस्ति, अत्र प्रथमं गुणनिषेधः दीदि वेविटाम् इति सूत्रेण, एन एकाचो संयोगपूर्वस्य प्रथमं तस्य प्रसक्तिः अस्ति तत् प्रबाद्य ईवर्णयोर् दीदिवेद्योः इति सूत्रम् अत्र कार्यं करोति. किमर्थम् इत्युक्ते इकारः अस्ति धातोः अनन्तरम् इति. तत्र इकारस्य लोपः ह्रस्वं भवति वा लोपः भवति किल लोपः भवति लोपः भवति. वेवी योगः ईत वेवीत वेवी योगः ईयातां वेवीयातां वेवी योगः वेवीरन् वेवीताः वेवीयातां वेवीध्वं वेवीय वेवीवहि वेवीमहि. अस्तु भगिनि अवगतं. धन्यवादः. मम संशयः निवारितवान् महोदय. न न मम तु बहवः संशयाः. अध्यायेन समीकरणं सम्यक् भवति इति किञ्चित् ज्ञानवर्धनं, नो चेत् किमपि न भवति. कुत्र महोदय, महोदय पाठयति. अहं तु वर्गे उदवासरवर्गे एव न आगच्छामि. तत्र किं तत्र पठित्वा अत्र आगत्य मामपि पाठयति. बहु धन्यवादः. यदि चिन्तनं भवति तदर्थं धन्यवादः. नेत्रं न दास्यामि. शुभरात्रि. चिन्तनमेव आवश्यकम्. धन्यवादः भगिनी. शुभरात्रि. धन्यवादः. धन्यवादः. शुभरात्रि.